शृणु यथा सौम्या पुरुषं चौर्यकर्मणि सन्धिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तम् आनयन्ति राजपुरुषः। किं कृतवान् अयमिति पृष्टाश्च आहुम् अपहर्षि धनम् अस्यायम्। ते चाहो किम् अपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने बन्धनप्रसङ्ग। इत्युक्तः पुनराहो स्थेयम् अकार्षि चौर्येण धनम् अपहर्षिदिति। तेषु एवं वदत्सु इतरः अपहृते नाहं तत्कर्ता इति। ते चाहो सन्धिह्यमानं स्थेयम् अकार्षि त्वम् अस्य धनस्य इति। तस्मिंश्च अपकृणुवाने आहुः परशुम् अस्मै तपत इति, शोधयतु आत्मानमिति। स यदि तस्य स्थैन्यस्य कर्ता भवति बहिश्च अपत्नते, स एवं भूतः तत एव अनृतम् अनिताभूतं सन्तम् अन्यथा आत्मानं कुरुते, स तथा अनृताभिसन्धो अनृतेन आत्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात् प्रतिगृह्णाति स दर्श्यते। अतः हन्यते राजपुरुषैः स्वकृतेन अनृताभिसन्धिदोषेण। अथ यदि तस्य कर्ता भवति तथैव सत्यम् आत्मानं कृते स सत्याभिसन्धः सत्येन आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दर्श्यते अथमुच्यते। अथ यदि तस्य कर्मणः कर्ता भवति तथैव सत्यम् आत्मानं कृते स सत्येन तया स्थैन्य अकर्तृतया आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स सत्याभिसन्धः सन् न दक्ष्यते सत्यव्यवधान। अथ मुच्यते च मृषाभियोक्तृभ्यः तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्थेयकर्तृ अकर्त्रोः अनृताभिसन्धो दक्ष्यते न तु सत्याभिसन्धः। स यथा तत्र नादाख्येतैतदात्मनिगं सर्वं तत्सत्केतम् इति तद्धास्य विजज्ञौ इति विजज्ञौ इति। स यथा सत्याभिसन्धः तप्तपरशुग्रहणकर्मणि सत्यव्यवहितहस्ततलत्वात् न अदाख्येत न दक्ष्येत इत्येतन्, एवं सद्ब्रह्मसत्याभिसन्धेतरयोः शरीरपातकाले च तुल्यायां सत्सम्पत्तौ विद्वान् सत्सम्पद्या न पुनः व्याघ्रदेवादिदेहग्रहणाय आवर्तते। अविद्वांस्थो विकार अनुताभिसन्धः पुनः व्याघ्रादिभावं देवतादिभावं वा यथाक्रम यदाश्रितं प्रतिपद्यते। यदा आत्माभिसन्धि अनभिसन्धिकृते मोक्षबन्धने यच्च मूलं जगतः यदायतन यत्प्रतिष्ठाश्च सर्वाः प्रजाः यदात्मकं च सर्वं यच्च अजम् अमृतम् अभयं शिवम् अद्वितीयं तत्सत्यं स आत्मा तव इति उक्तार्थम् असकृद्वाक्यं। कः पुनः असौ श्वेतकेतुः त्वं शब्दार्थः? योऽहं श्वेतकेतुः उद्दालकस्य पुत्र इति वेद आत्मानम् आदेशं श्रुत्वा मत्वा विज्ञाय च अश्रुतम् अमतम् अविज्ञातं विज्ञातुं पितरं पप्रच्छ कथं भगवत् सादेशो भवति इति। स एषः अधिकृतः श्रोता मन्ता विज्ञाता तेजोपन्नमयं कार्यकरणसङ्गातं प्रविष्टः परैव देवता नामरूपव्याकरणाय आदर्शैव पुरुष सूर्यादिर्व जलादौ प्रतिबिम्बरूपेण स आत्मानं कार्यकरणेभ्यः प्रविभक्तं सद्रूपं सर्वात्मानं प्राप्तुः श्रवणात् न विजज्ञम्। अथ इदानीं पित्रा प्रतिबोधितः तत्त्वमसि इति दृष्टान्तैः हेतुभिश्च तत् पितुः अस्य ह किल उक्तं सदैव अहमस्मीति विजज्ञो विज्ञातवान्। द्विर्वचनम् अध्यायप्रथमाब्दार्थं किं पुनः अत्र षष्ठे वाक्यप्रमाणेन जनितं फलमात्मनि? कर्तृत्वभोक्तृत्वयोः अधिकृतत्वविज्ञाननिवृत्तिः तस्य फलम्। यम् अवोचन त्वं शब्दवाच्यम् अर्थं श्रोतुं मन्तुं च अधिकृतम् अविज्ञातविज्ञानफलार्थं प्राक् च एतस्माद् विज्ञानात् अहमेवं करिष्यामि अग्निहोत्रादीनि कर्माणि अहमत्र अधिकृतः येषां च कर्मणां फलं यः अमुत्र च भोक्ष्ये कृतेषु वा कर्मसु कृतकर्तव्यस्याम् इत्ययं कर्तृत्वभोक्तृत्वयोः अधिकृतो अस्मि इति आत्मनि यद्विज्ञानम् अभूत् तस्य यत् सज्जगतो मूलम् एकमेवाद्वितीयम् इति अनेन वाक्येन प्रतिबुद्धस्य निवर्तते विरोध न हि एकस्मिन् अद्वितीये आत्मनि अयम् अहमस्मीति विज्ञाते मम इदम् अन्यतो अनेन कर्तव्यम् इदं कृत्वा अस्य फलं भोक्ष्ये इति वा भेदविज्ञानमुत्पद्यते। तस्मात् सत्सन्त्या अद्वितीय आत्मविज्ञाने विकार अनुतजीवात्मविज्ञानं निवर्तते इति युक्तम्। तत्र त्वं शब्दवाच्ये अर्थे सद्बुद्धिः आदिश्यते, यथा आदित्यमनादिशो ब्रह्मादिबुद्धिः, यथा च लोके प्रतिमादिशो विष्णुमादिबुद्धिः तद्वत्, न तु सदैव त्वमिति। यदि सदैव श्वेतकेतुस्य कथम् आत्मानं न विजानीयत्, न आदित्यादिवाक्य वैलक्षण्यात्। आदित्यो ब्रह्म इत्यादौ इति शब्दविवधानात् न साक्षात् ब्रह्मत्वं गम्यते, रूपादिमत्वाच्च आदित्यादिना। आकाशमनसोश्च इति शब्दविवधानादेव अब्रह्मत्वम्। इह तु सत एव इह प्रवेशं दर्शयित्वा रङ्कुशं सदात्मभावम् उपदिशति। ननु पराक्रमादिगुणः सिंहो असीत् त्वम् इति वतो न मृदादिवतो सदेकमेव अद्वितीयं सत्यमिति उपदिशति। न च उपचारविज्ञानात् तस्य तावदेव चिरम् इति सत्सम्पत्तिः उपदिश्येत। मृषात्वात् उपचारविज्ञानस्य त्वमिन्द्रो यमः इतिवत्। नापि स्तुतिः अनुपास्यत्वात् श्वेतकेतो, नापि स श्वेतकेतुत्व उपदेशेन स्तूयेत, न हि राजा दासः त्वमिति स्तुत्य स्यात्। नापि सतः सर्वात्मनः एकदेशनिरोधो युक्तः तत्त्वमसीति, देशाधिपतेरिव ग्रामाध्यक्षः त्वम्। न च अन्या गतिः सदात्मत्वोपदेशात् अर्थान्तर्भूता सम्भवति। ननु सदस्मीति बुद्धिमात्रमेव कर्तव्यतया चोद्यते, न तु अज्ञातं सदसीति ज्ञाप्यते इति चेत्। ननु अस्मिन् पक्षेपि अश्रुतं श्रुतं भवति इत्यादि अनुपन्नं। न सदस्मीति बुद्धिविधेः स्तुत्यत्वात्, न आचार्यवान् पुरुषो वेद तस्य तावदेव चिरम् इति उपदेशः। यदि हि सदस्मीति बुद्धिमात्रं कर्तव्यतया विधीयते, न तु त्वं शब्दवाच्यस्य सद्रूपत्वमेव, तदा न आचार्यवान् वेद इति ज्ञानोपायोपदेशो वाच्यस्य। यथा अग्निहोत्रं जुहुयादिति एवमादिषु अर्थप्राप्तमेव आचार्यवत्वमिति तद्वत्, तस्य तावदेव चिरम् इति च क्षेपकरणं न युक्तं स्यात्। सदात्मतत्त्वे अविज्ञातेऽपि सकृद्बुद्धिमात्रकरणे मोक्षप्रसङ्गः। न च तत्त्वमसि इत्युक्ते नाहं सदिति प्रमाणवाक्यजनिता बुद्धिः निवर्तितुं शक्य, न उत्पन्ना इति वा शक्यं वक्तुं। सर्वोपनिषद्वाक्यानां तत्परतया इव अपक्षयत्। यथा अग्निहोत्रादिविधिजनित अग्निहोत्रादिकर्तव्यता बुद्धीनाम् अतथार्थत्वम् अनुत्पन्नत्वं वा न शक्यते वक्तुं तद्वत्। यत्तु उक्तं सदात्मा सन् आत्मानं कथं न जानीयादिति नासौ दोषः। कार्यकरणसङ्गातव्यतिरिक्तः अहं जीवः कर्ता भोक्ता इत्यपि स्वभावतः प्राणिना विज्ञानदर्शनं। किमु तस्य सदात्मविज्ञानं, कथम् एवं व्यतिरिक्तविज्ञाने असति तेषां कर्तृत्वादिविज्ञानं सम्भवति दृश्यते च। तद्वत् तस्यापि देहादिषु आत्मबुद्धित्व न स्यात् सदात्मविज्ञानं। तस्मात् विकार अनुतादिकृतजीवात्मविज्ञाननिवर्तकमेव इदं वाक्यं तत्त्वमसि इति सिद्धमिति इति षोडशखण्डभाष्यं। छान्दोग्योपनिषद्भाष्ये षष्ठोऽध्यायः समाप्तः।